सर्वेषां स्वागतम्. अद्यतनविषयः तत्र स्वरसन्धिः, अच् सन्धिः इति. एतावता सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः इति सन्धयः अस्माभिः अवलोकिताः. तत्र किञ्चित् व्यावहारिकम् अभ्यासं कुर्मः आरम्भे. इदानीं प्रथमतया सवर्णदीर्घसन्धिः इति पश्येम. अस्य उदाहरणं नाम उदाहरणानि अपेक्षितानि सर्वेषां. तर्हि इदानीं सर्वे चिन्तयन्तु कानि कानि उदाहरणानि भवितुमर्हन्ति. अत्र पुस्तके यत् अस्ति इति मास्तु, सम्भाषणे यत्र कुत्रापि भवेत् अथवा अस्माकं दैनन्दिनजीवने कुत्र भवितुमर्हति इति उदाहरणानि अपेक्षितानि सन्ति. सर्वैः वक्तव्यमस्ति. तत्र अस्माभिः चिन्तनीयं किम् इति चेत्, तत्र कुत्र कुत्र अवसरः स्यात्, कीदृशेषु स्थलेषु सुवर्णदीर्घसन्धिः सम्भवति. अस्तु, विद्याभगिनी एकम् उदाहरणं वदति वा? सवर्णदीर्घसन्धिः यथा योगः अस्ति यथा अस्ति. अत्र अत्र बहु सम्यक् अस्ति. तत्र उच्चारणार्थं केवलं वदामि यत् यत्र महाप्राणः अस्ति अल्पप्राणः, तत्र स्पष्टतया भेदः भवेत्. अतः यथा यथा इति एकवारं वदति वा? यथा. तत्तु उत्तममस्ति. तथा तथा यथा इति वक्तव्यमस्ति. पुनः वदतु कृपया. यथा योगः अस्ति यथा अस्ति. सुन्दरं, बहु समीचीनमस्ति. अस्तु, हरीश महोदय तत्र एकम् उदाहरणं वदति वा? श्रूयते खलु? आम्. सवर्णदीर्घसन्धेः उदाहरणम् अपेक्षितं खलु? आम्. विद्या आलयः विद्यालयः. बहु सुन्दरम् वस्तुतः समासः अस्ति, परन्तु तद् समासं कृत्वा विद्यालयः इति. सत्यं सत्यं सत्यं, समीचीनम्. अग्रे रामप्रियभगिनी वदति वा? पश्यति पश्यति ईश्वरः पश्यति ईश्वरः. सत्यं सत्यं. अग्रे लक्ष्मीभगिनी वदति वा? देवालयः देवयोगः आलयः. सत्यं सत्यं. अग्रे राजीभगिनी. उपाग्रहम् उप आग्रहम् उपाग्रहम् आग्रहम् इति वा? अस्तु, अग्रे अग्रे अग्रे अग्रे रक्षाभगिनी वदति वा? लघु उपस्थापनं लघुयोगः उपस्थापनं लघु उपस्थापनं. सत्यं सत्यं. सरला भगिनी. सहदेव महोदय वदति वा? आं महोदय. गौरी योगः इव गौरीव. सत्यं सत्यं, समीचीनं. सरला भगिनी अस्ति वा? सुमित्रा. नूतनतया के के आगतवन्तः? नमस्ते महोदय, सुमित्रा अस्मि. नाम न श्रूयते सम्यक्तया, पुनः. सुमित्रा अस्मि महोदय. सुमित्रा सुमित्रा सुमित्रा भगिनी. महोदय, अहं निहारिका. अस्तु भगिनि, समीचीनं समीचीनं. निहारिका भगिनी, अग्रे गच्छेम. सरला भगिनी वदति वा? महोदय, आम् अस्ति. गणपति इच्छति गणपति छति. अस्तु, सम्यक् सम्यक्. अन्य कोऽपि अस्ति वा नूतनतया? अस्तु, श्रीनिवासमहोदय वदति वा? महोदय क्षम्यतां, सुमित्रा अस्मि, पञ्चनिमिषात् आगमिष्यामि पुनः. अस्तु अस्तु, श्रीनिवास महोदय. महोदय तत्र गणपति इच्छति इति उदाहरणं साधु खलु, यतोहि तत्र गणपतिः इच्छति एव भवति. हा हा हा, गणपति इति कोऽपि उक्तवान् वा? हा, तत्र अस्माभिः सावधानतया चिन्तनीयमस्ति. तदर्थम् अस्माभिः अभ्यासः कृतः, यतोहि बहुत्र विसर्गः भवति मध्ये. तत्र अस्माकं चिन्तनं भवेत्, यदि विसर्गः अस्ति तदानीं तादृशसन्धिः न भविष्यति. अस्तु, अग्रे गच्छेम तर्हि. श्रीनिवासमहोदय. रामयोगः आञ्जनेय, रामाञ्जनेय सम्यक् रामयोगः आञ्जनेय. हा, तत्र समासः भवितुमर्हति, नाम तत्र नामद्वयमस्ति खलु. तथा भवितुमर्हति, नाम तत्र समासः अस्ति चेत्, नो चेत् न भविष्यति, यतोहि रामः तत्र विसर्गः भविष्यति. तत्र अग्रे आयास्यति, नाम समासपदस्य समस्तपदस्य प्रसङ्गे तत्र प्रातिपदिकम् अपेक्षितमस्ति. यथा रक्षाभगिनी उक्तवती, रक्षाभगिनी पुनः उदाहरणं किमासीत्? लघु उपस्थापनं, लघु उपस्थापनम् इति आसीत्. हा, न हा, तत्र तु भवितुमर्हति स्म, यतोहि उपस्थापनं नपुंसकलिङ्गे अस्ति, अतः लघु इति समस्तपदं नास्ति चेदपि सम्भवति, यतोहि लघु तत्र विसर्गः नापेक्षते खलु, यदि नपुंसकलिङ्गशब्दः अनन्तरम् आयाति चेत्. अस्तु महोदय, पदयोग अन्ते पदान्ते इति वक्तुं शक्नुमः वा? हा, तत्रापि समासः अस्ति, पदस्य अन्ते. पदस्य अन्ते तत्र षष्टिविभक्तिः लुप्ता भवति, तदानीं तत्र पद अन्ते, पदान्ते इति अस्ति. अस्तु, अग्रे अग्रे, अजय महोदय. गिरियोगः ईशः गिरीशः. गिरियोगः ईशः, हा, तत्रापि समासः, समासप्रसङ्गे सम्भवति. समीचीनम्. अग्रे सुब्रह्मण्य महोदय. न योगः आगतं नागतं. हा, सम्यक् सम्यक्. हा, पद्मा भगिनी. तस्मिन् पृष्ठे गीतायोगः अध्ययनं, गीताध्ययनं. तस्मिन् पृष्ठे न पृष्ठे पृष्ठं किमपि नास्ति, अत्र केवलं चिन्तनमस्ति. हा, तत्रापि नाम गीतायाः अध्ययनं, गीताध्ययनं इति सम्यक् अस्ति. तत्र समासः अस्ति, किन्तु इदानीं समासस्य चिन्तनं नापेक्षितमस्ति, किन्तु उदाहरणं सम्यक् अस्ति. रवि महोदय, कृपया. मुद्रायोग आलय, मुद्रालय. सत्यं सत्यं. सतीश महोदय. यत् संयुक्त मनः, यन् मनः. किन्तु अत्र सवर्णदीर्घसन्धिः, नाम तत् पदं तु सम्यक्, किन्तु सुवर्णदीर्घसन्धिः अस्ति वा? हलन्त यत् मनः, संयुक्त मनः, यन् मनः. हा हा हा, तत्र सन्धिः इति अस्ति, अग्रे आयास्यति तत्र हल् सन्धिविषये. अत्र किन्तु अच् सन्धिः इति विषयः, नाम सवर्णदीर्घः, नाम तत्र अकारः अकारः आ इ भवति, उ भवति, तादृशं. चिन्तयतु, यद्यपि एते हा हा, किन्तु तत्र पुनः सवर्णदीर्घसन्धिः इति किन्तु नास्ति, यद्यपि इति आरम्भे भवितुमर्हति. समीचीनम्. अनन्तरं किम्? यद्यपि नाम तत्र इकारः अस्ति चेदेव भवति खलु. यथा यद्यपि योगः इति तदानीं किमस्ति? यद्यपि योगः इति इत्यनेन किं भवति? न राजेन्द्रमहोदय किञ्चित् सहायं करोतु. आं महोदय, यद्यपि योग इति यद्यपि यद्यपि यद्यपि इति ह्रस्वैकारः द्विवारम् अनन्तरं दीर्घिका द्वयोः संयोजनेन दीर्घिकारः सम्पन्नः यद्यपि इति. अस्तु राजेन्द्रमहोदय, तत्र उदाहरणं वदति वा? आं महोदय, अल्पयोग आहारः अल्पाहारः. सम्यक् सम्यक्. रमेशमहोदय कृपया. अस्माकं नामानि एव महोदय, रमेशः एव रमा प्रतीशः. अस्तु तत्र तत्र किन्तु सवर्णदीर्घसन्धिः इति विषयः महोदय, रामायणं शिवालयः. अस्तु अस्तु, जगन्नाथमहोदय अग्रे. अहं गच्छति योग इति गच्छति इति चिन्तितवान्, किन्तु तादृशम् अन्य कोऽपि उक्तवान् आसीत्. अस्तु, अन्यत् किमपि चिन्तयतु. पुष्पा भगिनी अग्रे. महोदय, अत्र ब्रह्माण्ड अत्र अस्ति एव, ब्रह्माण्ड सन्धिः अस्ति वा? पुनः वदतु. ब्रह्माण्ड अस्ति वा? आम्, ब्रह्माण्ड ब्रह्माण्ड नाम व्यस्त नाम पृथक्तया वक्तव्यमस्ति आरम्भे, पृथक्तया वदतु आरम्भे. ब्रह्म आण्ड अत्र अहं द्रश्यामि आण्ड पदमस्ति मम अहं जानामि. ब्रह्माण्ड तु अत्र. सम्यक् सम्यक् भगिनि अग्रे अग्रे. सुमित्रा भगिनी अस्ति वा? निहारिका भगिनी वदतु. माता योगः एव मातैव. पुनः प्रथमशब्दः कः? माता योगः एव माता एव. गुणसन्धिः एकनिमेष, अत्र माता योगः एव तत्र सवर्णदीर्घसन्धिः इति अपेक्षितमस्ति. सवर्णदीर्घसन्धिः सब् चिन्तनं समीचीनमस्ति, किन्तु सन्धिः भिन्नः. नाम अ योगः अ इ योगः इ उ योगः इ उ तादृशमस्ति. अ अ इ इ उ उ तादृशं. माता योगः अपेक्षिता, माता अपेक्षिता. सम्यक् सम्यक्. सुमित्रभगिनी अस्ति वा? अस्तु, सम्यक् अस्ति. अस्माकं चिन्तनं तादृशमस्ति. नाम प्रायः ऋतारस्य उदाहरणं न श्रुतम् इति मन्ये, तत् पितृऋणं पितॄणम् इति. सम्यक् सम्यक्, धन्यवादः महोदय. तत्र किञ्चित् असामान्यम् अस्ति, किन्तु भवति. अपि च तत्र उकारस्य उदाहरणं जातमासीत्. नाम तत्र केषु स्थलेषु अस्माकम् अवसरः भवति, नाम प्रमुखतया मध्ये विसर्गः न स्यात्. बहवः शब्दाः सन्ति, गुरुः, पद्धतिः, रामः, यत्र अकारः, इकारः, उकारः इति श्रूयते, किन्तु तदनन्तरं विसर्गः अस्ति. विसर्गः अस्ति चेत् अस्य अवसरः नास्ति. अतः उदाहरणार्थं चतुर्थीविभक्तौ लाभाय तत्र अकारः अस्ति, विसर्गः नास्ति, तत्र भवितुमर्हति. पुनः तृतीयाविभक्तौ मया आकारः अस्ति, अथवा अव्ययपदमस्ति चेत् यथा, अत्र, इह इति, अथवा क्रियापदमस्ति चेत् अस्ति गच्छति, तत्र इकारः भवति. उकारः सप्तमी बहुवचने पुरुषेषु एषु तेषु तत्र उकारः अस्ति, ततः अग्रे उकारः अस्ति चेत् यथा पुरुषेषु उत्तमः, सामान्यतया वयं समस्तपदं कृत्वा पुरुषोत्तमः इति वदामः, किन्तु तत्र केवलं सन्धिः अपि सम्भवति. पुरुषेषु उत्तमः इति सन्धिः भवति चेत् रामप्रियभगिनी वदतु किं भवति. पुरुषेषु योगः उत्तमः किल, पुरुषेषु उत्तमः दीर्घः भवति. हा हा, दीर्घः भवति, तादृशमस्ति. तादृशेषु स्थलेषु पुनः यथा गुरोः उदाहरणं, तत्र समासः अस्ति, किन्तु गुरोः उदाहरणमिति चेत् तत्र गुरोः इति प्रातिपदिकं भवति, गुरु उदाहरणम् इति कृत्वा. लक्ष्मीभगिनी वदतु तत् किं भवति सुवर्णस्य दीर्घसन्धिः. गुरोः उदाहरणं वा महोदय? गुरुयोगः उदाहरणं, गुरुदाहरणम्. हा सम्यक्, गुरुदाहरणम् इति तादृशमस्ति. हा तादृशं इति इच्छति, इति इच्छति, अस्ति इति, अस्ति इति, तादृशेषु स्थलेषु भवति एतत् सर्वम्. अस्तु सम्यक्, तर्हि अग्रे गुणसन्धिः. विद्याभगिनी एकम् उदाहरणं वदतु. ज्ञानयोगः उदयः, ज्ञानोदयः. हा तत्र समासः अस्ति, सम्यक् अस्ति. अग्रे हरीश् महोदय कृपया. न इच्छति नेच्छति. नेच्छति, हा अकारः इकारः एकारः भवति. हा सम्यक. रामप्रिया भगिनी महोदय, ज्ञानोदयः महोदय, ज्ञानोदयः गुणसन्धि वा? हा सत्यं सत्यम्, अकारः उकारः, अकारः उकारः, तयोः संयोजनेन किं भवति? उकारः भवति खलु. रामप्रिय भगिनी. आम् आं महोदय, न योगः उक्तं नोक्तम्. हा इति अस्ति, सम्यक्. अग्रे सहदेव महोदय. चिन्तयामि महोदय, चिन्तयामि. अस्तु चिन्तयतु. हा लक्ष्मी भगिनी. राजी भगिनी अहं वदतु. अहं वदामि, अहं न अस्तु पुष्प, अस्तु पुष्पभगिनी वदतु. गण ईशः गणेशः. हा तत्र समासः अस्ति, समीचीनम्. अग्रे राजी भगिनी. तथा एव तथैव. तत्र गुणसन्धिः अस्ति वा? ओ तत्र वृद्धिसन्धिः अस्ति, क्षम्यताम्. इव अस्ति चेत् तथा इव, तथा इव तथैव. मम योगः उन्नतिः, ममोन्नतिः भवति वा महोदय? हा हा हा हा हा सम्यक् सम्यक्. अग्रे अग्रे लक्ष्मीभगिनी आसीत् वा? रक्षाभगिनी अग्रे. सूर्ययोग उदयः, सूर्योदयः. वस्तुतः समस्तपदं समस्तपदं. हा हा सत्यं. सरला भगिनी. भगवान् उवाच, भगवान् उवाच. अत्र चिन्तयतु, अत्र भगवान् इत्यस्य अन्तिमवर्णः कः? अन्तिमवर्णः अकार. भगवान् इति उक्तवती खलु? आम्. तत्र अन्तिमवर्णः नकारः नास्ति वा? नकार योज अकार नकार भगवान्. भगवान् तत्र हल् सन्धिः किमपि भविष्यति, नकारः अस्ति चेत् नाम तत्र अथवा संयोजनम् अथवा सन्धिः तत्र हल् वर्णः अस्ति चेत् अत्र अकारः भवेत्, अकारः आकारः वा, अन्यत् उदाहरणं चिन्तयतु, अत्र न भवति भगवान् अस्ति नकारः. माता उक्तवती, मातोक्तवती. हा समीचीनमस्ति. श्रीनिवास महोदय. महायोगः उन्नतः महोन्नतः महोदय. हा इति अस्ति अत्र हा तादृशं तत्र वस्तुतः समासः किञ्चित् भिन्नरीत्या नाम चिन्तनं भवति किन्तु फलं तदेव अस्ति. अजय महोदय अग्रे. महायोगः ऋषिः महर्षिः. हा महर्षिः, हा समीचीनमस्ति. अग्रे रत्ना भगिनी वक्तुमिच्छति वा? सर्वोत्तमः सर्वोत्तमः. हा सर्वोत्तमः समीचीनम्. अथवा सिंहासन ईश्वरी सिंहासनेश्वरी. हा हा सत्यं सत्यं. सुब्रह्मण्य महोदय अग्रे. अत्र न योगः इह नेह गीतायाम् अत्र नेहाभिक्रमणासु. पद्मा भगिनी. फल योगः उत्तमं फलोत्तमम्. हा सत्यं. रवि महोदय. चन्द्रयोग उदय चन्द्रोदय. हा सत्यं. सतीश महोदय अग्रे. एत संयुक्त उपदेश हितोपदेश. हा हा सत्यं सत्यं. इदानीं सत्यं. राजेन्द्र महोदय अग्रे. कथम् उक्तं कथमोक्तम्. न न चिन्तयतु अत्र कथं कथम् इति वा तत्र कः अन्तिमवर्णः कः कथं कथम् इत्यस्य अन्तिमवर्णः कः मकारः अस्ति. अत्र कथम् उक्तमिति न भवति कथम् उक्तम् इति भवति तत्र परिवर्तनं नास्ति केवलं मेलनं. चिन्तयतु. रमेशमहोदय अग्रे. नामानि विहाय किमपि न आगच्छति मनसि महोदय. नास्ति चिन्ता वदतु एकं. रमेश एव गिरीशः. नाम तत्र पृथक् वदतु अनन्तरं मेलनं वदतु. रमा योग ईशः गिरियोग ईशः. गिरियोग ईशः इति गिरियोग ईशः इति गुणसन्धिः अस्ति वा? रमायोग रमायोग ईशः रमेशः. हा अस्तु अस्तु. सुरेशः. हा तत्र पृथक्तया पृथक्तया वक्तव्यं प्रथमतया. इति अस्ति. जगन्नाथमहोदय अग्रे वदति वा? देवप्रातिपदिकं योग ऋषिः देवर्षिः. हा इति अस्ति समीचीनं. सुमित्रा भगिनी अस्ति वा? अस्ति अस्मि महोदय. महायोग उत्सवः महोत्सवः. हा इति अस्ति. निहारिका भगिनी अस्ति वा? महोदयेन योगः उक्तं महोदयेन महोदयेन उक्तम्. पञ्चनिमिषे पुनरागच्छामि. अस्तु अस्तु अस्तु. महोदयेन महोदयेन उक्तम् इति खलु? महोदयेन उक्तम् इति अस्ति. बहु समीचीनमस्ति इति अस्ति. अस्तु वृद्धिः तत्र उदाहरणानि किञ्चित् अल्पानि सन्ति किन्तु पश्येम. विद्या भगिनी अस्ति वदति वा? सर्वत्र योगः एव सर्वत्रैव. हा सुन्दरं. हरीश महोदय कृपया. तथा एव तथैव. हा तथा एव तथैव समीचीनं धन्यवादः रामप्रिया भगिनी. कथायोगः ऐच्छत् कथयिच्छत् सत्यं सत्यं तदेव महोदय अग्रे चिन्त्य गुणसन्देहे गुणसन्देहे अहं चिन्तयामि लता योगः इति लतै लतायोगः किम् इति सत्यं लतायोगः इति किं किं भवति लतै लतेति लतेति लतायोगः इति लतेति लतेति इति सम्यक् सम्यक् लक्ष्मी भगिनी अग्रे विद्धि रमा योगः इव रमैव रमायोगः इव एव एव महोदय एव रमायोगः एव रमायोगः एव रमैव सत्यं सत्यम् अस्तु राजी भगिनी इह योगः एकम् इहैकम् इह योगः एकं तत्र पुनः फलं किमस्ति इहैकम् इहैकं सत्यं रक्षा भगिनी कृपया एकयोगः एकः एकैकः सत्यं समीचीनम् अस्तु सरला भगिनी सर्वयोग एव सर्वैव सत्यं श्रीनिवासमहोदय सर्वत्र एव योगः एव सर्वत्रैव महोदय सत्यम् अजय महोदय रत्ना भगिनी ऐश्वर्यं महैश्वर्यं सत्यम् अजय महोदय अस्ति वा सुब्रह्मण्य महोदय कृपया महायोगः औषधं महौषधं पद्मा भगिनी बालिका इच्छति बालिके इच्छति बालिका इच्छति अत्र आकार ईकारः तयोः योजनेन कः सन्धिः आकार ईकारयोः संयोजनेन भगिनी गुणसन्धिः गुणसन्धिः इदानीं तत्र तर्हि फलं किं भवति बालिके इच्छति इति गुणसन्धिः इदानीम् इति सत्यं सत्यं किन्तु इदानीं वृद्धिः अपेक्षिता वृद्धिः सन्धिः अपेक्षिता चिन्तयतु न सत्यं सम्यक् रवि महोदय अग्रे लतेच्छति अथवा किं किं किमिति लतायोगः इच्छति लतेच्छति लता नाम उदाहरणं बहु समीचीनमस्ति यतोहि तत्र बहवः जनाः चिन्तयन्ति यतोहि अग्रे प्रथमतया आकारः भवति चेत् वृद्धिः भवति लता इच्छति आकार इकारयोः संयोजनेन वृद्धिः भवति वा भवति न किन्तु गुणः एव अकारः अथवा आकारः अनन्तरम् इकारः उकारः इकारः भवति चेत् गुणसन्धिः न तु वृद्धिसन्धिः तत्र एकारः अपेक्षितम् उकारः एकारः अपेक्षितः उकारः अपेक्षितः तादृशम् ए ओ ऐ ओ अग्रे रवि महोदय धन्यवादः वृद्धिः अत्यन्तम् अहं वदामि महोदय भगिनी एकनिमेषः रवि महोदय वदति वा चिन्तयति वा सतीश महोदय चिन्तयामि पुरुषसंयुक्त उत्तम पुरुषोत्तम इति कीदृश सन्धिः अयुक्त ओ अकारः युक्त उकारः अकार उकारयोः संयोजनेन तत्र उकारः इति तस्य सन्धेः नाम किं गुणसन्धिः हा गुणसन्धिः सम्यक् सम्यक् किन्तु इदानीं वृद्धिसन्धिः अपेक्षितः ओ वृद्धिसन्धिः सिन्धु संयुक्त ऊर्मि सिन्धूर्मि इति कीदृशसन्धिः सम्यक् अस्ति कीदृशसन्धिः अस्ति उकारद्वयं भवति सवर्णदीर्घसन्धिः अत्र वृद्धिः अपेक्षितः राजेन्द्रमहोदय अग्रे कृपया मम योग एव ममैव हा ममैव पुनः वदतु मम योग एव ममैव हा किन्तु नाम तत्र स्वरः स्पष्टतया वक्तव्यः ममैव ऐ ऐकार ममैव एकारः इति नास्ति खलु ऐ ऐ ऐकारः ममैव ममैव हा हा अस्तु रमेशमहोदय अस्ति वा अस्तु जगन्नाथमहोदय अहम् इदानीमेव आगतवान् वृद्धिसन्धिः वा उदाहरणं चिन्तयतु यदा कदा तथा रमेश तथा योग एव तथा एव तथैव मिथं करोमि जगन्नाथमहोदय वदति पुष्पा भगिनी वदतु परमा एति परमायोगः एति परमैति हा अस्तु सम्यक् सुमित्र भगिनी आं महोदय सदा सदा एव सदैव हा सम्यक् निहारिका भगिनी माता योगः ओषति मातौषति हा सत्यं सत्यम् ओषति अस्तु जगन्नाथमहोदय वदति वा चिन्तयतु अग्रे गच्छेम यदा कदाचित् अग्रे गच्छेम तर्हि एतावता अस्माभिः किं दृष्टं सन्धित्रयं तत्र सवर्णदीर्घसन्धिः तस्य च सूत्रं किमिति चेत् सूत्रं किम् अकः सवर्णदीर्घः इति अस्माभिः दृष्टमासीत् तदनन्तरं गुणसन्धिः तत्र प्रथमतया नामकरणं जातम् अदिङ्गुणः अनन्तरम् आद्गुणः इति विधायकसूत्रम् एतत् सर्वं कथं कार्यं करोति इति वयं परिशीलितवन्तः इदानीं वृद्धिसन्धिः तत्रापि तथैव अस्ति एकं नामकरणमस्ति अनन्तरं विधायकसूत्रमस्ति तर्हि पश्येम अपि च अस्तु तर्हि वृद्धिसन्धिः प्रथमतया तत्र सूत्रमस्ति सूत्रमस्ति इति अत्र किं रत्ना भगिनी पठितुमिच्छति वा वृद्धिसन्धिः तत्र वृद्धिरादैच् आकारः एकारः औकारः क्षम्यताम् आकारः ऐकारः औकारः एच् एषां वर्णानां वृद्धिसंज्ञा स्यात् वृद्धिः प्रथमान्तम् आत् प्रथमान्तम् एच् प्रथमान्तम् ऐच् प्रथमान्तं त्रिपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं वृद्धिः आत् ऐच् तर्हि प्रथमवाक्यस्य अर्थः कः इति वदति वा सहायम् इच्छामि महोदय अस्तु अस्तु अत्र रक्षाभगिनी किञ्चित् सहायं करोति वा वृद्धिरादय इति सूत्रमस्ति अत्र आकारः एकारः ओकारः इत्येषां वृद्धिसंज्ञा इति उक्तम् ऐकारः औकारः तस्मिन् वाक्ये वृद्धिः आद् ऐच् इत्यस्य विवरणं दीयते अत्र आत् इत्युक्ते आकारः दीर्घ अकारः ऐच् इति प्रत्याहारः यस्मिन् ऐकारः औकारः च अन्तर्भूतौ अतः वृद्धिरादैच् इत्युक्ते आकारः ऐकारः औकारः येषां वृद्धिसंज्ञा अस्ति सत्यं ततः अग्रे कथमस्ति नाम वृद्धिः इत्यस्य विभक्तिः किमर्थम् आत् अपि तथा ऐच् इति किमर्थम् वृद्धिः प्रथमान्तम् इति उक्तं पाणिनीयसूत्रेषु यत्र आदेशः आगमः नामकरणं संज्ञा इति भवति तत्र तस्य प्रथमा विभक्ति अतः वृद्धिः शब्दस्य प्रथमा विभक्तिरूपम् अस्ति आत् अपि प्रथमान्तम् आत् इति अत्र दीर्घ आकारस्यैव सूचकः अस्ति एच् इति अपि प्रत्याहारस्य तर्हि आत् एच् उभवपि प्रथमान्तपदे ऐच् प्रथमान्तपदे तर्हि सूत्रं त्रिपदं सूत्रमस्ति वृद्धिः आत् ऐच् त्रिपदसूत्रं स्वयं सम्पूर्णं तर्हि अत्र यत्र संज्ञासूत्रं भवति यथा अत्र नामकरणं यत्र भवति अस्माभिः किं दृष्टमासीत् यथा सुप्तिङन्तं पदं यत्र कुत्रापि तादृशं भवति तत्र विशेषणविशेष्यभावः अस्ति इति दृष्टवन्तः वयं नाम तत्र पदम् इत्युक्ते किं सुप्तिङन्तं यस्य अन्ते नाम सुप्तिङन्तमिति प्रथमाविभक्तिः अस्ति पदमपि प्रथमाविभक्तिः अस्ति प्रथमाविभक्त्यन्तमस्ति कारणं किमिति चेत् तत्र यथा सुन्दरः बालकः कीदृशः सुन्दरः तावदेव अस्ति यत्र नामकरणम् अत्रापि नामकरणमस्ति बालकः इत्यस्य नामकरणं कृतं सुन्दरः बालकः कीदृशः सुन्दरः अत्र वृद्धिः कीदृशः इति चेत् आत् ऐच् तत्र तदर्थमेव प्रथमाविभक्तौ भवति आत् अपि च ऐच् प्रथमाविभक्तौ किमर्थं वृद्धिः अत्र विशेष्यमस्ति यथा बालकः विशेष्यमस्ति अत्र वृद्धिः विशेष्यमस्ति वृद्धिः विशेष्यः तस्य विशेषणम् आत् ऐच् नाम अत्र प्रश्नः उदेति बालकः कीदृशः उत्तरमस्ति सुन्दरः अत्र वृद्धिः कीदृशः उत्तरमस्ति आत् ऐच् इति तत्र पुस्तकस्य आरम्भे पश्यन्तु तत्र प्रत्याहारस्य ऐच् अत्र पञ्चमे पृष्ठे पश्येम एकवारं विद्याभगिनी वदतु तत्र ऐच् कुत्र अस्ति ऐच् ऐ औ इति वर्णाः अस्ति सन्ति चतुर्थं सूत्रमस्ति खलु ऐ ऊण् ऋलृक् ए ओं ऐ औच् ऐ औच् तस्य ऐ औच् इत्यस्य संक्षेपः कः ऐच् ऐ ऐकारात् आरभ्य चकारपर्यन्तम् इति अस्ति अतः नाम सौलभ्यार्थं वयं वदामः ऐच् तस्य अर्थः अस्ति ऐ औ इति सर्वैः अवगन्तव्यमस्ति वृद्धिः कीदृशः आत् ऐच् त्रयः वर्णाः आकारः ऐकारः औकारः अस्तु इति वृद्धिसंज्ञा तत्र इति संज्ञासूत्रमस्ति नामकरणं कृतमस्ति इतः अग्रे गच्छेम तर्हि अत्र तत्र एकं वैशिष्ट्यमस्ति अहं वदामि सम्प्रति किं वैशिष्ट्यं तत्र वृद्धिरादेश इति प्रथमं सूत्रं भवति अष्टाध्यायाः सामान्यतः अस्माकं भारतसम्प्रदाये यस्य कस्यापि ग्रन्थस्य आदौ मङ्गलश्लोकः भवति परन्तु अष्टाध्याय्याः आदौ तु मङ्गलश्लोकः न दृश्यते, परन्तु ज्येष्ठानाम् अभिप्रायः एवं भवति तत् वृद्धिः इति पदेन एव पाणिनिना मङ्गलश्लोकः कृतः. अस्तु, सुन्दरं. हा, सर्वे पश्यन्तु अत्र प्रथमाध्यायस्य प्रथमपादस्य प्रथमं सूत्रं, सूत्रसङ्ख्यामस्ति विलक्षणं, विलक्षणा सूत्रसङ्ख्या अस्ति इति तस्मिन् प्रसङ्गे महोदय उक्तवान्. अस्तु, बहु समीचीनमस्ति, धन्यवादः महोदय. अग्रे तर्हि अत्र किं लक्ष्मीभगिनी अत्र अग्रे पठति वा? वृद्धिरेचि, तदेव महोदय. हा, सत्यं. वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात्. तस्य वाक्यस्य अर्थः कः? न जानामि महोदय. भवती जानाति एव, किञ्चित् प्रयासं करोतु. अत्र अवर्णात् इत्यस्य का विभक्तिः? पञ्चमी विभक्तिः. हा, किमर्थम्? अस्माभिः किं दृष्टमासीत् नाम पञ्चमी विभक्तिः इत्यस्य अर्थः? अवर्णात् पञ्चमी विभक्तिः इत्युक्ते परकार्यम्. हा हा, सम्यक्. परकार्यम् अनन्तरम्, अनन्तरमिति अर्थः. अवर्णात् नाम अकारः पूर्वं, कार्यम् अनन्तरम्. अकारः आकारः वा, अवर्णः. अत्र अवर्णस्य कथनेन अकारः आकारः अपि वर्णद्वयम् अन्तर्भूतं भवति. अवर्णः, तस्मात् अवर्णात्. अस्तु, एचि सप्तमी विभक्ति. सप्तम्यन्तम् इति सप्तम्यन्तमस्ति चेत् पूर्वकार्यम्. एच् एच् प्रत्याहारे के के वर्णाः? ऐ औ. तत्र पञ्चमे पृष्ठे पश्यतु, एच् एच् एच् अत्र ऐच् इति नास्ति, एच् इति अस्ति. एच् ओ ए ओ ऐ औ. हा, अत्र सूत्रपाणिनि तत्र माहेश्वरसूत्रद्वयमस्ति तत्र, खलु? आं महोदय. नाम एङ् अपि च ऐच् एकारातारभ्य च पर्यन्तम्, एच् ए ओ ऐ औ. तर्हि आहत्य अवर्णः पूर्वं, नाम अकारः आकारः वा पूर्वम्, अनन्तरम् ए ओ ऐ औ इत्यनेन एच् एच् इति प्रत्याहारः, खलु? अवर्णात् एचि परे अनन्तरं किमस्ति? पूर्वपरयोः स्थाने, पूर्वपरयोः षष्टिविभक्ति द्वितीया विभक्ति द्विवचनं. सत्यं, पूर्वपरयोः नाम अवर्ण अपि च ए ओ ऐ औ. उदाहरणार्थम् अव अकार एकारयोः इति चेत् नाम अत्र एव, अत्र इत्यस्य अन्तिमवर्णः कः? अकारः. हा, एव इत्यस्य प्रथमवर्णः एकारः. हा, तत्र पूर्वपरयोः अकार एकारयोः अवर्णात् एचि परे पूर्वपरयोः इति. अस्तु, षष्टिः तत्र, षष्टिः इत्यनेन पूर्वपरयोः षष्टिविभक्तिः, तत्र अर्थः कः? स्थाने. अतः वस्तुतः स्थाने इति शब्दस्य आवश्यकता एव नास्ति अत्र. स्पष्टीकरणार्थं मया स्थापितमस्ति, किन्तु अवर्णात् एचि परे पूर्वपरयोः वृद्धिसंज्ञकः एकादेशः स्यात् इति पर्याप्तमासीत्, यतोहि षष्टिविभक्तिः तत्र स्थाने इति अर्थः अन्तर्भूतः. हा, अस्तु, अग्रे. वृद्धिसंज्ञकः, वृद्धिसंज्ञकः एकादेशः स्यात्. हा, अत्र एकादेशः इति वृद्धिसंज्ञकः एकादेशः इति अस्य का विभक्तिः? प्रथमा विभक्तिः. किमर्थम्? आदेशः वृद्धिसंज्ञा आदेशः भवति इति अर्थः. हा, नाम प्रथमाविभक्तिः यत्र भवति, प्रथमविभक्तेः कः अर्थः अत्र अस्मिन् प्रसङ्गे? उपरि अस्माभिः दृष्टं यद् वृद्धिरादैच् इति अस्मिन् तत्र सर्वत्र प्रथमाविभक्तिः आसीत्, तत्र नामकरणमिति अर्थः, विशेषणविशेषभावः. अत्रापि तथा वा? आदेशः भवति. हा, अत्र आदेशः प्रथमविभक्तौ अस्ति, यतोहि अत्र आदेशः नाम अनयोः वर्णयोः स्थाने एकादेशः इति अर्थः अस्ति. बहु समीचीनमस्ति. तत्र अग्रे महोदय, अत्र प्रश्नः अस्ति, आत् इति आकार अस्ति वा अवर्ण? आत् आत् इत्यनेन अत्र अ इत्यस्य पञ्चमे विभक्त्यन्तं रूपं, न तु आत् इत्यस्य प्रथमविभक्ति. अवर्णात् इत्यस्य पञ्चमे अन्तं रूपमस्ति आत्, यथा तस्मात्. हा, यथा किं बालकः, बालकात्, बालक इत्यस्य पञ्चमे अन्तं बालकात्, तादृशमस्ति. अत्र आत्तु प्रथमविभक्ति. हा, सत्यं, तद् भिन्नम् अस्ति. सत्यं, बहु समीचीनमस्ति भगिनी, बहु सम्यक् भवती दृष्टवती. तत्र आत् इति भिन्नम् अस्ति, तत्र आत् इति आकारस्य प्रथमान्तरूपम्, अत्र आत् इत्यनेन अ इत्यस्य पञ्चम्यन्तरूपम्. अत्र स्थितिः भिन्ना अस्ति. वृद्धिः आत् एच्, आत् इति प्रथमाविभक्तौ अस्ति. अत्र आत् एचि पूर्वपदयोः एका वृद्धिः संहितायाम् आत् इति अ इत्यस्य पञ्चमे अन्तम् अर्थभेदः अस्ति. स्पष्टं स्यात्? अत्र वृद्धिः आत् एच् इति त्रयः वृद्धिसंज्ञकः वर्णाः सन्ति, ते आगच्छन्ति. ते त्रयः वर्णाः आगच्छन्ति, आ अथवा ऐच् नाम ऐ औ इति त्रयः वर्णाः. अस्तु, अग्रे गच्छेम. तर्हि श्रीनिवासमहोदय, अग्रे पठतु कृपया. वृद्धिः वृद्धिः प्रथमान्तम् एकि सप्तम्यान्तं द्विपदमिदं सूत्रं, सप्तम्यन्तं द्विपदमिदं सूत्रम्. हा, तस्य अर्थः कः? प्रथमान्तम् इत्युक्ते अकारः अस्ति महोदय अन्ते. प्रथमान्तं वृद्धिः प्रथमान्तम् इति किमर्थं प्रथमान्तम् अस्ति? नाम प्रथमाविभक्तेः कः अर्थः अत्र? आदेशः, वृद्धिसंज्ञकवर्णः आगच्छति इति कृत्वा आदेशः. एचि सप्तमी अन्तम् इति सप्तमी विभक्तौ किमर्थम्? पूर्वकार्यं. हा, नाम एच् प्रत्याहारे कश्चन वर्णः अनन्तरम् अस्ति, तत् कार्यं तस्मात् पूर्वमस्ति इति अर्थः. इति वृद्धिः एचि विधिरेचि इति वाक्यं सम्पूर्णं नास्ति, किन्तु यतोहि अनुवृत्तयः अपेक्षिताः. तथा अग्रे सन्ति. तर्हि अग्रे पश्यामि किं किम् अस्ति. रामप्रिया भगिनी, अग्रे पठतु कृपया. आम्, आत् गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्. अनुवृत्तिः इत्युक्ते? अनुवृत्तिः इत्युक्ते पूर्व सूत्रात् तद् तद् आगच्छति, अनन्तरम् आगच्छति. सत्यं. अधिकारः, अधिकारः इत्युक्ते टैटल् सूत्र सूत्र अस्ति तद् कथं वदामि इति. अनुवृत्तिः इव अस्ति, अनुवृत्तिः इव, किन्तु यदा यदा एकं सूत्रं पूर्णतया अनुवर्तते बहुषु सूत्रेषु तदानीम् अधिकारसूत्रमिति वदामः. अधिकारः संहितायाम् इति एकपदं सूत्रं, इदं सूत्रं च बहुषु सूत्रेषु आगच्छति, अतः केवलम् अनुवृत्तिः इति न, अधिकारः. एकः पूर्वपरयोः अपि तथा बहुषु सूत्रेषु आगच्छति अपि च सम्पूर्णतया आगच्छति इति कृत्वा तस्य अधिकारः अस्ति. महोदय, अधिकारः इत्युक्ते यस्मिन् कार्यक्षेत्रेषु अस्ति तत्र अधिकारः. कालक्षेत्रेषु इति वा? कार्यक्षेत्रेषु. कार्यक्षेत्रेषु तत्र अग्रे नाम तस्य अर्थः अस्ति यत् अनुवृत्तिः एकस्य सूत्रस्य कश्चन भागः अग्रे केषुचित् सूत्रेषु आयाति इति अनुवृत्तिः. अधिकारः इत्यनेन सम्पूर्णसूत्रं, सामान्यतया सम्पूर्णसूत्रम् अपि च केवलं द्वित्रेषु सूत्रेषु इति न, बहुषु सूत्रेषु आगच्छति इति कृत्वा अधिकारः अस्ति. तत्र बलवत् सूत्रं न, बलवत् इति न, इति तादृशशब्दः अत्र न अपेक्षते. नापेक्षते. अत्र अनुवृत्तिः इति अर्थः, किन्तु तत्र तादृश आशयः अस्ति अधिकारः शब्दस्य, अधिकारशब्दस्य अनुवृत्तिः. तत् तस्मात् अधिकं किमपि नास्ति. अस्तु, तर्हि अत्र सुब्रह्मण्य महोदय, तत्र अग्रे किं किमस्ति अनुवृत्तिसहितसूत्रम्? हा महोदय, अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्. अत्र आत् इत्युक्ते अवर्णात् इत्युक्ते तस्य सः अकार आकार आकाराः पूर्ववर्णाः. एचि इत्युक्ते एच् प्रत्याहारे वर्णाः परवर्णाः. पूर्वपरयोः इत्युक्ते अत्र द्वयोः स्थाने, अकार एकारयोः स्थाने एकः वृद्धिः इत्युक्ते अक्कड अत्र आदेशः, वृद्धिसंज्ञकवर्णः एकः आदेशः भवति संहितायां विषये. इत्युक्ते यथा विवक्षा अस्ति, अतीवसामीप्यविवक्षा अस्ति, तस्मिन् सन्दर्भे अकार एकारयोः पूर्वपरयोः एकः वृद्धिसंज्ञकः इत्युक्ते अत्र ऐकारः आगच्छति इति. अथवा स्थानस्य अनुकूलेन अत्र एकारः परम् अस्ति चेत् ऐकारः, ऐकारः अस्ति चेत् ऐकारः एव, ओकारः अस्ति चेत् औकारः, औकारः अस्ति चेत् औकारः एव. हा, इति अस्ति, बहु समीचीनमस्ति. अत्र संहितायाम् इति विकल्पेन वाक्यस्तरे, यथा वयं दृष्टवन्तः पूर्वं स च श्लोकः आसीत् खलु, एकस्मिन् पदे नित्यं, धातुपुसर्गयोः स्थले नित्यम् अपि च समासप्रसङ्गे नित्यं. यत्र वाक्यस्तरे अस्ति तत्र अस्माकं यथा यथेच्छं विकल्पेन अस्ति. अस्तु, समीचीनमस्ति इति वृद्धिसन्धिः. तर्हि अग्रे गच्छेम. अत्र कोऽपि प्रश्नः वा? अवर्णात् इत्यस्मिन् अकारः आकारः अपि च प्लुतस्वरः अपि अन्तर्भूतः वा? प्लुतस्वरः अपि तत्र भवति, किन्तु विरलतया एव. कोऽपि उदाहरणं नास्ति तत्र? तत्र वेदे स्यात्, वेदे स्यात्. तत्र नाम दैनन्दिनजीवने अस्माकं तादृशं न भवति इति सत्यम्. अग्रे अग्रे गच्छेम तर्हि. कश्चन अभ्यासः अस्ति तत्र अष्टादशीपुटे अस्ति. तत्र प्रथमं अत्र कः अत्र अजयमहोदय अस्ति वा? आम् महोदय. सन्धिं कुरुत. सन्धिं कुरुत. नरकाय योगः एव नरकायैव. हा इति अस्ति. राजेन्द्रमहोदय द्वितीयम्. इह योग एकस्थम् इहैकस्थम्. हा इति अस्ति. तर्हि अग्रे राजी भगिनी. सुखस्य योगः एकान्तिकस्य सुखैश्यैकान्तिकस्य. हा सुन्दरमस्ति. अग्रे सहदेव महोदय अग्रे. मया योगः इव योगः एते. मयैव सत्यं. मयैव यैते. नाम सन्धिः सन्धि द्विवारं भवति खलु. मयैव पद्मा भगिनी सायं करोति वा? हा पुनः वदतु. मया योगः इव योगः एते मयैते. न न तत्र स्पष्टतया वक्तव्यमस्ति. तत्र सम्यक्तया न उक्तवती. सतीशमहोदय कृपया वदतु. पुनः वदतु. मय्यैवेते. हा मय्यैवैते. मय्यैवेते. मय्यैवैते इति अस्ति. क्षम्यतां महोदय, कुत्र अस्ति अहं न जानामि. अष्टादश तत्र पृष्ठे. अस्तु अग्रे जगन्नाथमहोदय वदति वा? गृहीत्वा योग एतानि गृहीत्वैतानि. हा सुन्दरम् इति विधिसन्धिः समाप्तः. अग्रे गच्छेम तर्हि. अस्माकम् अग्रिमसन्धिः अस्ति यण् सन्धिः. यण् सन्धिः अत्र अस्तु. हरीशमहोदय किञ्चित् वदति वा अत्र किमस्ति? किं तत्र पठानि खलु यण् सन्धिः इति. हा तत्र किञ्चित् पठित्वा स्पष्टीकरोतु कृपया. अत्र किं प्रदर्शितमस्ति? एवम् इकार ईकार असमानस्वरः अस्ति चेत् तत्र यकारः आदेशः भवति. उकार उकारः तत्र असमानस्वरः. असमानस्वरः इत्युक्ते असवर्णस्वरः. इकारस्य सवर्णस्वरः भवति इकारः एव. इकारं विहाय यदि अन्यः स्वरः भवेत् तत्र यकारः आदेशः भवति इकारस्य स्थाने. तथैव तत्र उकार उकारयो तत्र यदि असमानस्वरः भवति चेत् तत्र वकारः उकार उकारयोर्स्थाने आदेशः भवति. तथैव तत्र ऋकार ऋकारयोर्स्थाने अपि रेफः आदेशः भवति. तदेव यण्सन्धिः इति अस्ति. हा सम्यक् अस्ति. प्रथमम् उदाहरणं प्रदर्शयतु कृपया. शक्नोमि अवस्थातुम् इति पदद्वयं वर्तेते. शक्नोमि इति पदस्य अवसाने इकारः दृश्यते. अपि अग्रे अकारः अस्ति. इकारः अकारः असवर्ण स्वरौ स्तः. यतोहि इकारस्य उत्पत्तिस्थानं भवति तालु, अकारस्य उत्पत्तिस्थानं भवति कण्ठः, अनेन तौ असवर्णौ स्वरौ स्तः। सम्प्रति तत्र इकारस्य स्थाने तत्र यकारः आदेशो भवति, तदर्थम् इदानीं शक्नोम् तत्र इकारस्य स्थाने यकारः भवति, अत एव शक्नोमि अवस्थातुम् इति सन्धिं कृत्वा तत्र शक्नोम्यवस्थातुम् इति नूतनं पदं निष्पन्नं भवति। हा, बहु समीचीनमस्ति, धन्यवादः महोदय। तत्तु स्पष्टं स्यात्। इदानीम् अत्र पश्यन्तु, यत्र गुणसन्धिः आसीत् अपि च वृद्धिसन्धिः अस्ति आसीत् अपि च तत्र सवर्णसन्धिः आसीत्, तत्र सर्वत्र एकस्य सूत्रस्य अधिकारः आसीत्, एकः पूर्वपरयोः। तत्र सन्धिकरपत्रे पश्यन्तु, एकः पूर्वपरयोः, तत्र अकः सवर्ण दीर्घः तत्र आसीत्, अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्। गुणसन्धिः अपि तथा, आत् अचि पूर्वपरयोः एकः गुणः संहितायां द्वयोः स्थाने। वृद्धिसन्धिः अपि तथा, आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां द्वयोः पूर्वपरयोः वर्णयोः स्थाने। अत्र किन्तु तथा नास्ति। अत्र एकः पूर्वपरयोः इति सूत्रस्य अधिकारः न भवति, यतोहि केवलं प्रथमस्य वर्णस्य स्थाने द्वितीयवर्णः यथावत् तिष्ठति इति। पश्यन्तु, शक्नोमि योगः अवस्थातुम्, अत्र अनन्तरम् अपि नाम इकारस्य स्थाने यकारः आगतः, अकारः यथावत् तिष्ठति, शक्नोमि यकारः अनन्तरम् अवस्थातुं यथावत् अस्ति, शक्नोमि अवस्थातुम् इति भेदः अस्ति अत्र। पूर्वपरयोः स्थाने इति न भवति अत्र इति अवधेयमस्ति अस्माभिः। अस्तु, समीचीनमस्ति, धन्यवादः। अग्रे पश्येम तर्हि। रक्षा भगिनी, कृपया। क्लेदयन्ति योगः आपः, अत्रापि क्लेदयन्ति इत्यस्य अवसाने अथवा अन्तिमस्थाने अस्ति इकारः, तर्हि क्लेदयन्त् योगः इ, आपः इत्यस्य प्रथमः वर्णः अस्ति आकारः, क्लेदयन्त् योगः इ योगः आ योगः पः, यण् सन्धिं कृत्वा अत्र इकारस्य स्थाने एव यकारादेशः भवति, क्लेदयन्त् योगः य योगः आ योगः प पः क्लेदयन्त्यापः इति। हा, धन्यवादः भगिनि। अत्र एषु उदाहरणेषु पश्यन्तु यत् नाम तत्र यन् सन्धि तत्र साक्षात् न उच्यते, असमानस्वरः इति। तत्र सूत्रं पश्यन्तु, एको यण् अचि इति सूत्रम्, एकः यण् अचि संहितायाम्, एकः यण् अचि संहितायाम् इति सूत्रमस्ति। तत्र असवर्ण इति शब्दः नास्ति। किमर्थं तादृशशब्दः नास्ति, राजेन्द्रमहोदय वदति वा? नाम तस्य आवश्यकता किमर्थं? कः प्रश्नः कः महोदय, पुनः वदतु। तत्र करपत्रे यण् सन्धिः इति सूत्रं प्रदर्श्यते, अनुवृत्तिसहितसूत्रं पठतु एकवारम्। एकः यण् अचि संहितायां। हा, तत्र असवर्ण इति शब्दः अस्ति वा तत्र? असवर्ण न महोदय, तत्र नास्ति। तर्हि अत्र किं दोषः अस्ति वा? दोषः न महोदय, एकः तु षष्टिविभक्ति, षष्ट्यन्तं स्थाने अस्ति। यन् इत्युक्ते हा इति अस्ति, अत्र आदेशः प्रथमान्तं, यन् आदेशः भवति तत्र। अचि इत्युक्ते सप्तमे अन्तं पूर्वकार्यम्, एकः स्थाने इ उ रि लृ स्थाने यन् हरि ओम्। अत्र एकः यण् अचि, अत्र एकः अचि, अचि इति तत्र एक अपि अन्तर्भूतः अस्ति अत्र एकः यण् अचि यदि इकारः पूर्वमस्ति इकारः अनन्तरम् अस्ति तदानीम् एकः यण् भवति वा न महोदय हा तर्हि मम प्रश्नः अस्ति यत् असमानवर्णः तत्र सूत्रार्थे किमर्थं न उक्तम् यदि समानस्वरः भवति तत्र महोदय भवतः अवसरः भविष्यति एकनिमेषः तत्तु अखसुवर्णदीर्घः तस्य अपवादः भवति अत्र यथा समानस्वरः आगच्छति तत् अखसुवर्णदीर्घः तस्य अधिकारः अस्ति कार्यक्षेत्रस्य परन्तु अधुना तु तथा न अस्ति हा नाम पूर्वम् अनन्तरं समानवर्णः अस्ति चेत् किं भवति अकस्वर्णदीर्घ सन्धि भवति तत्र तस्य कार्यक्षेत्रम् अस्ति परन्तु अत्र तथा न अस्ति अत्र लघु कार्यक्षेत्रम् अस्ति हा लघु अथवा बृहत् इति हा किन्तु अत्र तस्मिन् समये यत्र समानवर्णः अस्ति पूर्वं समानवर्णः अस्ति अनन्तरं तत् तस्यां दशायां हा अस्तु अत्र हरीशमहोदय एवं मम अभिप्रायः एवं भवति अचिपरे इत्युक्ते तत्र किं विषयद्वयं भवितुम् अर्हति सवर्ण अचिपरे अथवा असवर्ण अचिपरे यदि सवर्ण अचिपरे सति तत्र सवर्णदीर्घस्य सन्धेः प्रसक्तिः एव भवति सवर्णदीर्घसन्धिः भवति इत्युक्ते तत्र तद् विहाय असवर्णे अचिपरे एव इको एणचि भवितुम् अर्हति हा तस्य कारणं किम् न भवता यदुक्तं तत्तु सत्यमेव तस्य कारणं किम् कारणमित्युक्ते यदि तत्र किं सवर्णदीर्घस्य इको एणचि इति सूत्रस्य अपवादः सवर्णदीर्घः भवति तदेव यदि तत्र सूत्रद्वयं वर्तते यदि तत्र असवर्णे अथवा सवर्णे इति पदं नास्ति इत्युक्ते एकस्य सूत्रस्य अपेक्षितं न भवति तदेव प्रयोजनं न भवति हा इति अस्ति प्रयोजनं नाम तत्र निष्प्रयोजकं भविष्यति तत्र तत् सूत्रं पश्यन्तु सर्वे यदि इकारस्य अनन्तरम् इकारः इत्यस्याम् अवस्थायां प्रथमस्य इकारस्य स्थाने यकारः इको यणचि इति सूत्रेण यदि स्यात् तर्हि किं भवति अकः सवर्णदीर्घः इति सूत्रं व्यर्थं भविष्यति व्यर्थं भविष्यति तत्र पाणिनीयसूत्रं न कदापि व्यर्थं स्यात् इत्यस्मात् कारणात् अत्र एतादृशेषु स्थलेषु अकः सवर्णदीर्घः इत्यस्य बलं भवति अस्तु अग्रे गच्छेम तर्हि तावदेव वक्तव्यमासीत् राजीभगिनी तृतीयम् उदाहरणं क्लेदयन्ति योगः आपः तृतीयं तृतीयम् अभिभवति योगः उत अभिभवत् योगः इकारः योगः उकारः योगः त इकारस्य स्थाने यकारः आदेशः भवति उकारः तिष्ठति अभिभवत् युत इति पदम् आगच्छति हा समीचीनमस्ति बहु सम्यक् अस्ति अग्रे सरला भगिनी अग्रे वियोग ऊढा व्यूढा वकार योज इकार योज उकार योज ढु ढा वकार विकारस्य अन्तिमवर्णः अस्ति इकार तस्य स्थाने यकार आगच्छति ऊढा तस्य प्रथम वर्णः अस्ति ऊकार तिष्ठति अतः व्यूढा भवति सरलं सुन्दरमस्ति बहु सम्यक् श्रीनिवास महोदय अग्रे आम् महोदय यद्यपि योगः एते यद्यप् योग इ योग ए योग ते अत्र इकारस्य स्थाने यकार आदेशः भवति महोदय अतः यद्यत् योग य यकार योग एकार योग ते यद्यप्येते इति भवति हा इति अस्ति पश्यन्तु एतावता तत्र द्वितीयवर्णः अकारः आकारः उकारः उकारः एकारः यावत् इकारः न स्यात् तावत् एतादृशं कार्यं भवति नाम यण्सन्धिः अस्तु समीचीनमस्ति अजय महोदय अग्रे पार्वती योगः ऐश्वर्यं ईकारः योगः एकारः ईकारः परिवर्तनं भवति यकारः आगच्छति पार्वत्यैश्वर्यं पार्वत्यैश्वर्यम् आदेशः तथैव अस्ति नाम ईकारः अथवा ईकारः अस्ति चेदपि भवति इति अस्माभिः दृष्टम् अत्र सम्यक् अग्रे रत्नाभगिनी अग्रे नदी ओघः नदी इत्युक्ते ईकारान्तः ओघः ओकार प्रथमवर्णः ईकार ओकारयोः मेलनेन ईकारस्य स्थाने यकारः आगच्छति अतः अनन्तरम् ओकारः तत्रैव तिष्ठति तदा नदी ओघः नद्योगः इति भवति प्रश्नः कः प्रश्नः किमर्थं किं किमर्थम् ओकारः तिष्ठति इति वा हा ओघः इति तादृश अर्थः स्यात् अत्र अस्माकं वर्णविज्ञानमस्ति न तु शब्दार्थः पश्यतु तत्र अग्रे गच्छेम सुब्रह्मण्यमहोदय अग्रे भवानी योगः औज्ज्वल्यं भवानी योगः औज्ज्वल्यं भवान् योगः ई योगः औ योगः ज्वल्यम् अत्र ईकारस्य स्थाने यकारः भवान् योगः य योगः औ योगः ज्वल्यं भवान्यौज्ज्वल्यम् इति स्थितिः अस्ति अपि च अग्रे किं लिखितम् एतेषु उदाहरणेषु इ अथवा इ इति वर्णाभ्यां परतः इ अथवा इ वर्णौ विना अन्ये स्वराः सन्ति तत्र इ अथवा इ वर्णयोः स्थाने यकारादेशः सम्पन्नः अस्ति अत्र इदानीं पर्यन्तं एतानि उदाहरणानि वयं दृष्टवन्तः अत्र प्रथमं तु इ अथवा ईकारः अस्ति अनन्तरं असमान स्वरवर्णाः आसन् तस्मिन् सन्दर्भे इ तयोः स्थाने यकारादेशः भवति अनन्तरं यकार अन्यस्वरस्य योजनेन अत्र केवलं वर्णमेलनं भवति अत्र हा अस्तु बहु समीचीनमस्ति अग्रे गच्छेम पद्मा भगिनी कृपया हा महोदय एतानि उदाहरणानि परिशीलयत तेषु योगः अवस्थितः तेष् योगः उ योग आ योगवस्थितः तेष् योग योग व वकारः योग अकारः योग वस्थितः ते अत्र उकारस्थाने वकारः आगच्छति अकारः तथैव तिष्ठति तेषु योगः अवस्थितः तेष्वस्थितः हा अस्तु बहु समीचीनमस्ति अग्रे उदाहरणस्य वदनार्थं किञ्चित् संक्षिप्तरूपेण वक्तुं शक्नुमः उदाहरणार्थं वदामि अत्र तु योगः यतोहि अस्माकम् अनुभवः जातः खलु तु योगः आत्मरतिः अत्र उकारस्थाने वकारः आकारः यथावत् तिष्ठति त्वात्मरतिः इति अस्ति समीचीनमस्ति अग्रे रविमहोदय कृपया तु योग इदम् अत्र अन्तिम उकारस्थाने वकारः भवति इकार तथैव तिष्ठति त्वेदम् इति शब्दः भवति हा सुन्दरं तथैव वक्तव्यं बहु समीचीनमस्ति महोदय अग्रे सतीश महोदय अग्रे तेषु ईप्सितः संयुक्त ई ओके उकम् वा एष तेषव इस् तेषवीप्सितः तेषवीप्सितः उच्चारणं पुनः कथमस्ति ओके ओके तेषवीप्सितः तेष्वीप्सितः तेष्वीप्सितः इति भवति तर्हि उकारस्थाने वकारः ईकारः तिष्ठति तेष्वीप्सितः समीचीनं राजेन्द्रमहोदय अग्रे तु योग एव उकारस्थाने वकारः आगच्छति एतथैव तिष्ठति त्वेव समीचीनं रमेशमहोदय अग्रे तासु ऐक्यम् किं भवति महोदय अस्ति वा क्षम्यतां तासु ऐक्यं तासु अन्तिम वर्ण उ भवति ऐक्यं प्रथम वर्ण अय भवति उ स्थाने व व आदेश भवति अय तिष्ठति एव तासु वाक्यं तास्वैक्यं समीचीनमस्ति अग्रे जगन्नाथमहोदय अग्रे कटु योग औषधं कट् योग उ योग ओ औ योगषधम् एतद् मिलित्वा अत्र उकार आदेशः भवति कट् योग कट् योग व् योग औ योगषधं कट्वौषधम् इति पदं भवति हा अत्र उकारादेशः न किन्तु वकारादेशः सम्यक् तथैव अस्ति उकारस्य क्षम्यताम् उकार उकारविषये के तस्य तत्र वयं किं वदामः उकारः इति स्थाने यस्य उकार इति अस्तु अत्र उकारः इति स्थाने अस्ति वकारः इति आदेशः स्थानिनः स्थाने आदेशः आदिष्टः स्थाने हा इति भवति वकारः आदेशः कट्व औषधम् अग्रे गच्छेम पुष्पा भगिनी अग्रे अस्तु महोदय वधूयोगः ऐश्वर्यम् ऊकारस्थाने वकारः आयाति आदेशः ऐकारः यथावत् तिष्ठति सम्यक् अग्रे सुमित्रा भगिनी अग्रे आं महोदय सरयु योगः ओगः ऊकारस्य स्थाने वकारः आदेशः सरिव्योदः सव्योदङ्गः हा सत्यं सरैवोगः हा इति अस्ति उकारस्य स्थाने वकारः सर्वोघः इति अस्ति, तत्र उकारः यथावत् तिष्ठति। अत्र अग्रे पठतु कृपया भगिनि एतेषु एतेषु उदाहरणेषु उ वा उ इति वर्णाभ्यां परतः उ आ वा उ वर्णौ विना अन्ये स्वराः सन्ति। तत्र उ वा उ वर्णयोः स्थाने मकारादेशः सम्पन्नः अस्ति इति अस्ति। नाम प्रथमतया आरम्भे उकारः ऊकारः वा ततः अग्रे अन्यः यः कोऽपि स्वरः स्यात्, अन्यः यः कोऽपि वर्णः स्वरः स्यात् इति चेत् तत्र उ इत्यनयोः स्थाने वकारादेशः भवति। अग्रे निहारिका भगिनी कृपया अग्रे। मातृयोगः ऐश्वर्यं, मात् योगः र योगः ऐ योगः श्वैर्यं, तत्र ऋकारस्य ऋकार रेफः आदेशः भवति, अतः मात्रैश्वर्यम्। बहु समीचीनमस्ति, ऋकारस्य स्थाने रेफादेशः, ऐकारः यथावत् इति अस्ति, मात्रैश्वर्यम्। अग्रे विद्यापगिनी अग्रे कृपया। महोदय एकः सन्देहः, अत्र ऋकारस्थाने अकारः किमर्थं न आयाति? ऋकारस्य स्थाने किम् अकारः आयाति किल पूर्वम्? अकारः तथैव रेपः। अग्रे अग्रे सूत्रमस्ति न, इदानीं नास्ति, किन्तु अत्र एकोयनचि इति सूत्रमस्ति, इदानीं द्रक्ष्यामः। तत्र ऋकारस्य स्थाने र इति रेफः रेफा, तत्र अणादेशः अपि नास्ति अतः रपरः इति नास्ति। अग्रे द्रक्ष्यामः, प्रश्नः समीचीनः किन्तु। अग्रे विद्याभगिनी। पितृयोगः ओजः, पित्योगः ऋकारः योगः ओकारः योगः जः, ऋकारस्य स्थाने रेपः आगच्छति, ओ तथैव तिष्ठति, पित्रोजः भवति। हा समीचीनमस्ति, हरीश् महोदय अग्रे कृपया। दातृयोगः औदार्यं, तत्र दात् ऋकार औकारयोर्मध्ये तत्र सन्धिः भवति, ऋकारस्य स्थाने रेफादेशः भवति, तदर्थम् इदानीं दात्रौदार्यम् इति पदं भवति। अग्रे किं लिखितम्? एतेषु उदाहरणेषु ऋ इति वर्णाभ्यां परतः ऋ वर्णौ विना अन्ये स्वराः सन्ति, तत्र ऋ वर्णयोः स्थाने रेफा ऋ इत्यादेशः सम्पन्नः अस्ति। तत्र अस्मिन् उदाहरणे तत्र ऋकारः अस्ति, परन्तु ऋकारस्य परे तत्र ऋकारं विहाय यदि अन्यः स्वरः अस्ति चेत् तत्र असवर्णः स्वरः भवेत्, तत्र रेफादेशः भवति इति अर्थः। इति स्थितिः अस्ति, बहु समीचीनमस्ति। अग्रे निमेषद्वये किञ्चित् परिशीलयामः अत्र सूत्रम्, अग्रिमे पुटे पश्यन्तु। रक्षाभगिनी कृपया, रक्त कोष्टके किं लिखितमस्ति? अग्रिमे पुटे खलु महोदय, अग्रिमे पुटे रक्तकोष्ठ कोष्टकं तत्र इ उ ऋ योगः असवर्णस्वरः, अनेन य व र ल योगः असवर्णस्वरः इति स्थितिः भवति। अपि च तस्य व्यक्तीकरणार्थं सूत्रमस्ति इकोयनचि, तत्र किमस्ति करपत्रे? इकोयनचि, इकः स्थाने यण् आदेशः स्यात्, अचीपरे संहितायां विषये, इकः यण् स्यात् असवर्णे अचीपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्। सवर्णे अचीपरे अकः सवर्णे दीर्घः इत्यनेन यण् बाधितम्, इकः षष्ट्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रं, संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, इकः यण् अचि संहितायाम्। किमस्ति? सूत्रं वदति इको यणचि इकः षष्ट्यन्तम् अस्ति, तर्हि इकः स्थाने यण् आदेशः. इक् प्रत्याहारे के के वर्णाः अन्तर्भूताः इति कोष्टके अपि प्रदर्शितमासीत्. इ उ ऋ लृ एतेषां वर्णानां स्थाने यण् आदेशः भवति. यण् पुनः प्रत्याहारः, यण् प्रत्याहारे य व र ल एते वर्णाः अन्तर्भूताः. यण् आदेशः कदा भवति? अचीपरे. अच् इत्युक्ते स्वरः, स्वराणां प्रतिनिधिः अस्ति अच्. तर्हि स्वरे परे इकः स्थाने यण् आदेशः भवति संहितायाम् इत्युक्ते अत्यन्तं नैकट्यं यदि भवति तयोः तदा. परन्तु अत्र ज्ञेयं यत् अचि इत्यनेन असवर्णः अच् एव भवति इति फलितार्थः. यतोहि सवर्ण अच् भवति चेत् अकः सवर्णे दीर्घः इत्यनेन तत्र सवर्णदीर्घसन्धिः भवति, न तु यण्सन्धिः. पुनः नो चेत् अकः सवर्णे दीर्घः इति सूत्रं व्यर्थं यथा उक्तं पूर्वं. सत्यं सत्यम्. अग्रे इकः षष्ट्यन्तम्, इकः स्थाने भवति आदेशः इति कृत्वा तत् षष्ट्यन्तं. यण् प्रथमान्तं, यः आदिष्टः भवति तस्य प्रथमान्तं. पुनः अचि सप्तम्यन्तं पूर्वकार्यम् इति सूचयितुम्. अतः सूत्रं त्रिपदमस्ति, संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्. इति सूत्रमस्ति, एकः स्थाने यण् अचि संहितायाम्. अत्र प्रत्याहाराः त्रयः सन्ति, एक यण् अच्. अत्र नूतनं किमपि नास्ति. अत्र च एकः स्थाने यण् यण् इति अण् इति नास्ति इति कृत्वा रपरः इति राजीभगिनी पृष्टवती, अत्र न भवति. अतः इदानीम् महोदय क्षम्यतां, तत् तत् भ्रमः अस्ति, किन्तु विस्तारेण वदतु कथं रपर् न भवति. तत्र उपरि लिखितमस्ति खलु, रपरः इति ऋकारस्य स्थाने यदा अण् आदेशः भवति तदानीमेव सः अण् रपरः भवति. अत्र अण् अण् इति तत्र अ इ उ इति न नागतः खलु, अकारः इकारः उकारः इति न, अपि तु यण् यवरल इति आगतम् इति कृत्वा रपरः न भवति खलु. तर्हि समयः जातः, इतः अग्रे सर्वम् अग्रिमे सप्ताहे. सर्वे शुक्रवासरे आगच्छन्तु. अस्तु, समीचीनमस्ति. धन्यवादः सर्वेषां. धन्यवादः.